बलिमथनविहारात् वर्धमानस्य विष्णोः अखिलमतिपदद्भिर्विक्रमैरप्रमेयः अवधिमनधिगच्छन् पापराशिर्मदीयः समजनिपदरक्षे सावधिस्त्वन्महिम्ना तटभुवि यमुनायास्तस्थुषीयन्निवेशात् वहति निगमशाखा वैभवम् नीपशाखा पदकमलमिदम् तत् पादुके रङ्गभर्तुः त्वयि भजति विभूतिम् पश्य शाखानुशाखाम् शिरसि विनिहितायाम् भक्तिनम्रे भवत्याम् सपदि तनुभृतस्ताम् उन्नतिम् प्राप्नुवन्ति मधुरिपुपदरक्षे यद्वशेनैव तेषाम् अनितरसुलभम् तद्धामहस्तापचेयम् सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके त्वाम् उपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः नरकमिव महान्तो नाकमुल्लङ्घयन्तः परिषदि निविशन्ते प्राक्तनानाम् गुरूणाम् शमदमगुणदान्तो दन्तवैदेशिकानाम् शरणमशरणानाम् मादृशाम् माधवस्य पदकमलमिदम् ते पादुके रक्ष्यमासीत् अनुदयनिधनानामागमानाम् निधानम् परिचितपदपद्माम् पादुके रङ्गिणस्त्वाम् त्रिभुवनमहनीयाम् सादरम् धारयन्तः निजशिरसि निलीनम् देवि मन्दारमाल्यम् निगमपरिमळैस्ते वासयन्तीव देवाः कनकसरिदनूपे कल्पवृक्षस्य भूष्णोः पदकिसलयलग्ना पादुके मञ्जरी त्वम् परिणति मधुराणाम् या फलानाम् सवित्री वहसि निगमवृन्दैः सम्पदम् षट्पदानाम् परिकलयसि चेन्माम् पद्मवासानिषेव्ये पदकमलयुगे त्वम् पादुके रङ्गभर्तुः अविदितनिगमानान्नूनमस्मादृशानाम् अघटितघटनीते शक्तिराविष्कृता स्यात् श्रुतिशतशिरश्चूडापीडे निपीडयितुम् क्षमे दुरितसरितामोघानेतानमोघविसर्पिणः क्रमपरिणमद्वेधश्रेणीशिखामणिघट्टना मसृणिततले रङ्गक्षोणीभृतो मणिपादुके जगज्जननरक्षणक्षपणसङ्गिनोरङ्गिणः पवित्रतममाद्रिये भगवतः पदत्रद्वयम् शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनम् प्रधाव्यचरणम् निजम् प्रणिदधाति यत्र प्रभुः यदध्वरभुजाम् शिरः पदयुगम् च रङ्गेशितुः दृढम् घटयितुम् क्षमम् भवति शेषशेषित्वतः शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिम् धयम् कदध्वविहति क्षमम् किमपि तत्पदत्र द्वयम् समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकी मुकुन्दमणिपादुके मुहुरुपासना वासना उदर्कपरिकर्कशान् उपरि पर्वणा खर्वितान् अनर्थशतगर्भितान् अमरशम्भळी बिभ्रमान् मिगाहन्ते रङ्गक्षितिपतिपदत्रायिणि सकृद्वहन्तस्त्वामन्तर्विनीहितकुचेलव्यतिकराः मदोद्दामस्तम्बे रमकरटनिर्यन्मधुझरी परीवाह प्रेङ्खद्भ्रमरमुखरामङ्गणभुवम् अधिदैवतमापतत्सुकल्पेष्वधिकारम् भजताम् पितामहानाम् अभिरक्षतु रङ्गभर्तुरेषा करुणा काचन पादुकामयीनः ध्रुवमिन्द्रियनागशृङ्खला वा निरयद्वारनिवारणार्गळा वा अनपायपदाधिरोहिणी वा मम रङ्गेश विहारपादुके त्वम् शरणागतसार्थवाहशीलाम् श्रुतिसीमन्तपदप्रसाधनार्हाम् अधिरङ्गमुपास्महे मुरारेः महनीयाम् तपनीयपादुके त्वाम् इह ये भवतीम् भजन्ति भक्त्या कृतिनः केशवपादुके नियुक्ताः कथयाम्बतिरोहितम् तृतीयम् नयनम् त्रीणि मुखानि वा किमेषाम् मधुवैरिपरिग्रहेषु नित्यम् क्षमया त्वम् मणिपादुके समेता तदपि क्षमसेन किम् परेषाम् त्रिदशादीश्वरशेखरे निवेशम् वितयम् प्रतियन्ति रङ्गभर्तुः कतिचित् काञ्चन पादुके शरण्यम् अभयान्वितमग्रिमम् करम् वा भवती शेखरितम् पदाम्बुजम् वा भरताश्वसनेषु पादशब्दम् वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः पठति त्वयि पादुके ततस्त्वम् नियतम् रामपदादभिन्नभूमा।